नमः सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। विषयः अस्ति अदादिगणे अजन्तदातवः इति विषयः। तर्हि द्वितीयः गणः अयं गणः अनदन्त अङ्गेषु अयं गणः अस्ति। अत्र कर्तरि शप् इति सूत्रेण शपः विधानं भवति, तदनन्तरम् अधिप्रवृत्तिभ्यः शपः इति सूत्रेण शपः लुक् भवति। तर्हि लुक् इति लोपः किमर्थं नास्ति, लुक् इति किमर्थम् उक्तम् इति चेत् प्रत्ययस्य श्लू लुक् लुपः इत्यनेन लोपः इत्यस्य लुक् श्लू लुप् इति संज्ञया अपि लोपः भवितुम् अर्हति। सामान्यतया प्रत्ययलोपे सति प्रत्ययलक्षणं तिष्ठति, प्रत्ययं निमित्तीकृत्य कार्याणि भवन्ति। परन्तु यत्र लु इति शब्देन प्रत्ययस्य अदर्शनं जायते तदानीं तादृशप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि न भवन्ति, न लुमताङ्गस्य इति निषेधकसूत्रस्य सूत्रस्य कारणेन प्रत्ययलोपे प्रतिलक्षणं न भवति इति अत्र अस्माभिः चर्चितम्। तर्हि अत्र तर्हि विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि न सन्ति, परन्तु तिङ्प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति एव। तर्हि इदानीम् अत्र वी धातोः विषये अपि चर्चा जाता, स्टीङ्ग् तत्र स्टीङ्ग् धातोः विषये, सिङ्गः सार्वधातुके गुणः इति सूत्रेण इकारान्तधातुषु शीङ् धातुः विशिष्टः अस्ति, सिङ्ग् स्वप्ने इति धातुः। तत्र सिङ्गः सार्वधातुके गुणः इति सूत्रेण सार्वधातुकप्रत्यये परे गुणः जायते, इत्युक्ते सामान्यतया पित्सु सार्वधातुकप्रत्ययेषु परेषु गुणः जायते सार्वधातुक अर्धधातुकयोः इत्यनेन। परन्तु अत्र सिङ्गः सार्वधातुके गुणः इति सूत्रेण, विशिष्टसूत्रेण सर्वेषु स्थलेषु पित्वा अपित्वा सर्वत्र सर्वत्र पित्सु अपित्सु सर्वत्र गुणः भवति अनेन सूत्रेण। अतः मतद्वयम् अस्ति। अत्र काशिककारः वदति पित्सु प्रत्ययेषु सार्वधातुक अर्धधातुकयोः इत्यनेन एव गुणः भवति, अपित्सु प्रत्ययेषु शीङ्गः सार्वधातुके गुणः इत्यनेन गुणः जायते इति केषाञ्चित् मतम्। अन्ये वदन्ति इति शीङ्गः सार्वधातुके गुणः इति परसूत्रमस्ति, परत्वात् तस्य एव कार्यम्। अतः सर्वेषु स्थलेषु पित्वा अपित्वा प्रत्ययः सार्वधातुकः तत्र गुणः अनेन सूत्रेण भवति इति अस्माभिः दृष्टम्। अनन्तरं शीङ्गो रूट् इति सूत्रेण सिङ्ग् धातोः जप् प्रत्ययस्य अवयवस्य तत्र अत् इति आदेशः, अत् अत् इति यः अस्ति प्रत्ययस्य स्थाने यः अत् आदेशः भवति तस्य रुट् इति आगमः भवति। तत्र जप् प्रत्यय अवयवस्य स्थाने यः अत् इति आदेशः, सिङ्ग् धातुः आत्मनेपदी धातुः, आत्मनेपदेष्वनतः इत्यनेन अत् आदेशः भवति आत्मनेपदेषु प्रत्ययेषु परेषु झ इत्यस्य स्थाने, तादृशजकारस्य स्थाने अत् आदेशः, तादृश अत् इति यः आदेशः अस्ति तस्य रुट् आगमः भवति, इत्युक्ते जकारस्य रुडागमः भवति इति कृत्वा तत्र बहुवचनान्तप्रत्यये रुडागमः अपि दृश्यते। शेते किमस्ति रूपं, शेते शयाते शेरते इति रूपं। तर्हि तत्र बलाबलचिन्तनमपि अस्माभिः कृतम्। आदौ सार्वधातुकार्धधातुकयोः अपित्सु प्रत्ययेषु सार्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः, तदनन्तरं किनिति च इत्यनेन गुणनिषेधः, पुनः सिंहः सार्वधातुके गुणः इत्यनेन गुणः भवति इति तत्र दीर्घचर्चा अपि जाता। तत्र एव महाभाष्यवाक्यम् इति एकं वाक्यमस्ति, तदा ततः आरभ्य एकवारं पठामः। अन्यत्र अन्यत्र लब्धावकाशयो एकत्र प्राप्तिः तुल्यबलविरोधः इत्यतः। किं शोभा भगिनी पठति वा? आं भगिनी पठामि। तत्र एकक्षणं भगिनि, महाभाष्यम् इति आरभ्य खलु, अस्तु। महाभाष्यवाक्यम् अन्यत्र अन्यत्रान्यत्र लब्धावकाशयोरेकत्र प्राप्तिस्तु प्राप्तिः तु न प्राप्तिः तुल्यबलविरोधः, क्षम्यताम्, अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः। लब्धः अवकाशः यस्य तत् लब्धावकाशं सूत्रं, यद्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते, अपि च स समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः सः तुल्यबलविरोधः इत्युच्यते. अस्तु, महाभाष्यवाक्यमस्ति, अन्यत्र अन्यत्र लब्धः अवकाशः लब्ध अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः इति. तत्र सूत्रस्य अवकाशः लब्धः यत्र इत्युक्ते द्वे सूत्रे यदा तयोः द्वयोः अपि अन्यत्र कार्यं तैः किं तयोः अन्यत्र कार्यं भवितुम् अर्हति, अवकाशः अस्ति. अपि च एते द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः. एते द्वे सूत्रे एकत्र एकस्मिन् स्थले अपि च कार्यं कर्तुम् आगच्छतः, अपि च द्वयोः अपि अन्यत्र अपि लब्धावकाशः अस्ति. तर्हि ते तयोः तुल्यबलः अस्ति इति उक्तं तत्र. तुल्यबलम् अस्ति. अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः. हा, तर्हि तत्र एकस्मिन् स्थले एव कार्यं कर्तुम् आगच्छतः, तर्हि तत्र समानकाले समान स्थले अपि च समानकाले इत्युक्ते तत्र स्थानी एक समानः भवति तयोः कृते इति वक्तुं शक्नुमः तत्र इति मन्ये. द्वयोः यः परस्परसङ्घर्षः, तर्हि तत्र इदानीं सङ्घर्षः भवति तयोः, यतोहि स्थलं समानमस्ति, कार्यं समानमस्ति, लब्धः अवकाशः अन्यत्र अपि द्वयोः अपि अस्ति. एते अस्यां परिस्थित्यां इत्युक्ते एते नियमाः यदा भवन्ति तदा तुल्यबलविरोधः इति तत्र नामकरणम् अस्ति सङ्घर्षस्य. तयोः सङ्घर्षः भवति, तुल्यबलविरोधः इति. तदा अग्रे चिन्तनीयं भवति यस्य कार्यं भवेत् तत्र इति. अग्रे पठामि वा भगिनि? तावदेव खलु भगिनि? आमां, सत्यम्, अग्रे पठ. अस्तु, विप्रतिषेधे परं कार्यं समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातः चेत् परसूत्रस्य कार्यं पूर्वं भवति. विप्रतिषेधे सप्तम्यन्तं परं प्रथमान्तं कार्यं प्रथमान्तं त्रिपदमिदं सूत्रं. विप्रतिषेधः इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः. अस्तु, इदानीं तत्र तुल्यबलविरोधः इति तु उक्तं यदा परस्परसङ्घर्षः भवति इति उक्त्वा, तस्य कृते यदा तुल्यबलविरोधः भवति तदा तस्य कृते एकं सूत्रमस्ति विप्रतिषेधे परं कार्यम् इति. तत्र यथा पूर्वोक्तं समानकाले तुल्यबले सूत्रे यदा कार्यं कर्तुम् इच्छतः तर्हि तदा परसूत्रस्य कार्यं भवति, पूर्वं भवति इति. इत्युक्ते तत्र सूत्रसङ्ख्यया परसूत्रं प्रथमं कार्यं करोति इति. अपि च अग्रे इदानीं तत्र उदाहरणं दत्तमस्ति, पठनीयं वा अग्रे अपि? न भगिनि, धन्यवादः, सम्यक्तया उक्तवती, समीचीनं. तर्हि तत्र समीचीनम्. इदं तु इयं परिभाषा तु अस्माकं परिचिता एव वर्तते, अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्ति तुल्यबलविरोधः इति. तर्हि द्वयोः सूत्रयोः एकत्र समानकाले समानस्थले एकत्र प्राप्तिः यदा भवति तदानीं तयोः सूत्रयोः सङ्घर्षः भवति. तदानीं तत्र किं कर्तव्यम् इति चेत् तयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति वा इति द्रष्टव्यम्. इत्युक्ते तेषु तयोः पृथक् पृथक् कार्यक्षेत्रमपि वर्तते, अपि च अत्र अस्मिन् स्थले तेषु तयोः सङ्घर्षः वर्तते. तदानीम् अनयोः सूत्रयोः तुल्यबलविरोधः अस्ति इति वयं वदामः. यदा तुल्यबलविरोधः अस्ति तदानीं तत्र विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रस्य अधिकं बलं भवति. विप्रतिषेधे परं कार्यम् इति सूत्रस्य कार्यं केवलं सपादसप्ताध्यायम् एव भवति. यतोहि त्रिपाद्यां तु तत्र परसूत्रस्य अस्तित्वमेव न भवति इति कृत्वा तत्र विप्रतिषेधे परं कार्यम् इत्यस्य कार्यं न भवति. अस्तु, इदानीम् अग्रे अस्तु, विजयलक्ष्मी भगिनी अग्रे पठति वा? प्रकृतौ शी योगः लोट्, शी योगः ए इति स्थितौ, सार्वधातुक अर्धधातुकयोः इति सूत्रेण शीङः सार्वधातुके गुणः इत्यनयोः प्रसक्तिः एकत्र भवति इत्युक्तौ एकत्र प्राप्तिः. सार्वधातुक अर्धधातुकयोः इति औत्सर्गिकशास्त्रम् अतः प्रथमतया आयाति. नाम प्रक्रियायाः प्रतिपादनार्थं प्रथमतया प्रदर्श्यते. तदा शीङः सार्वधातुके गुणः इत्यस्य प्रतिपदोक्तत्वात् बलवत्त्वम्. शीङः सार्वधातुके गुणः इति सूत्रम् अस्य कृते एव निर्मितम् इति कृत्वा अस्य अधिकारः. शीयोगः ऐ शीङः सार्वधातुके गुणः, शे योगः ऐ प्रतिपदोक्तत्वम् अन्तरङ्गस्य क्षेत्रे पठितम्, अपवादस्य प्रसङ्गः नास्ति. अत्र प्रकृतसूत्र धातुः अस्ति शीङ्. शीङ् धातोः लोट् लकारस्य प्रक्रिया कथं भवति इति, शीङ् योगः लोट्, तत्र लोट् इत्यस्य ऐ इति आदेशः, शी योगः ऐ, तत्र सार्वधातुक अर्धधातुकयोः इति औत्सर्गिकसूत्रम् आयाति. अपि च शीङ् धातोः कृते स्पेसिफिकलि किं स्पेसिफिकलि कथं वक्तव्यं भगिनी? शीङ् धातोः विशेषतः निर्मितं शीङः सार्वधातुके गुणः इति सूत्रम्. अत्र अनयोः सूत्रयोः प्रसक्तिः एकत्र अस्ति. तर्हि कस्य सूत्रस्य कार्यं प्रवर्तते इति चिन्तनम्. सार्वधातुक अर्धधातुकयोः इति औत्सर्गिकशास्त्रमस्ति प्रथमतया, तदेव आयाति. परन्तु शीङः सार्वधातुके गुणः इति सूत्रे शीङ् धातोः नाम एव लिखितम् अस्ति इति कृत्वा अत्र प्रतिपदोक्तत्वम् इति उच्यते. प्रतिपदोक्तत्वम् एव बलवत्त्वं भवति इति परिभाषा अपि अस्ति. अतः शीङः सार्वधातुके गुणः इति एव बलवत् भवति. तस्य शीङ् धातोः कृते एव निर्मितं सूत्रम् अस्ति इति कृत्वा तस्य एव अधिकारः भवति. अतः शीयोगः ऐ इति स्थिते शीङः सार्वधातुके गुणः इति सूत्रमेव प्रवर्तते. अत्र प्रतिपदोक्तत्वम् अन्तरङ्गस्य क्षेत्रे पठितम्, अपवादस्य अत्र प्रसङ्गः नास्ति इति, अपवादः तु नास्ति. अतः शीङः सार्वधातुके गुणः इति प्रतिपदोक्तत्वात् बलवत्त्वं प्राप्नोति, अतः तस्य एव कार्यं प्रवर्तते. अग्रे पठानि वा? आमाम्, एतावता तत्र प्रश्नः नास्ति खलु? योगः स्पष्टमस्ति. अत्र प्रतिपदोक्तत्वात् इत्युक्ते अत्र अनयोः सूत्रयोः सिंहसारधातुके गुणः सारधातुकारधातुकयोः इत्यनयोः तत्र कीदृशचिन्तनमस्ति, बलाबलचिन्तनं पूर्वपर इति कर्तुं शक्यते, अपि च अपवादः इति तु नास्ति अत्र, यतोहि शीङ्गः सार्वधातुके गुणः इति सूत्रे शीङ् इति विशेषतः लिखितम् अस्ति, अतः तस्य एव अधिकारः वर्तते, तस्य कार्यं प्रवर्तते इति शास्त्रं, प्रतिपदोक्तत्वं बलवत्वम् इति शास्त्रम्। अपि च परसूत्रमपि अस्ति, केनापि मार्गे मार्गेण परसूत्रमिति वक्तुं शक्नुमः, प्रतिपदोक्तत्वं, सत्यं, समीचीनम्, समीचीनं। नित्यत्वं किमपि नास्ति खलु? नास्ति, समीचीनम्, अस्तु अस्तु, तर्हि तर्हि अग्रे गच्छामः। धन्यवादः भगिनी। अग्रे सरस्वती भगिनी पठति वा? आं भगिनि। श्रीयोग लट् इत्युक्ते श्रीयोग क्लीन्, अत्रापि सार्वधातुकार्धधातुकयोः श्रीङ्गः सार्वधातुके गुणः इत्यनयोः एकत्र प्राप्तिः, अत्रापि च सार्वधातुकार्धधातुकयोः इत्यस्य औत्सर्गिकत्वात् प्रथमं प्रदर्श्यते। श्रीयोगते सार्वधातुकार्धधातुकयोः अत्र अपित्वात् किङ्गिति च इत्यनेन गुणनिषेधः, यदा गुणनिषेधः तदा शीङ्गः सार्वधातुके गुणः इत्यस्य प्रसक्तिः, कस्य बलेन तस्य कार्यं भवति, अन्यत्र लब्धावकाशत्वं नास्ति, नाम निरवकाशत्वं सिद्धम् इति वक्तुं न शक्यते, यतोहि लोटी प्राप्तिः जाता इति अधुनैव प्रदर्शितम्। निरवकाशत्वस्याभावात् अत्रापि अपवादस्य प्रसङ्गो न, प्रतिपदोक्तत्वात् प्रतिपदोक्तत्वात् एव विशिष्टत्वात् एव शीङ्गः सार्वधातुके गुणः इत्यस्य प्राप्तिः, ध्येयं यत् किङ्गिति च प्रति शीङ्गः सार्वधातुके गुणः परशास्त्रं, किन्तु द्वयोः एकत्र प्राप्तिः नास्ति इत्यस्मात् तुल्यबलविरोधः विरोधो नास्ति, तदर्थं विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः नास्ति, प्रतिपदोक्तत्वात् एव शी योगते शीङ्गः सार्वधातुके गुणः इत्युक्ते शे योग ते। तर्हि इदानीं लट् लकारस्य वयं दृष्टवन्तः, लोट् लकारस्य उत्तमपुरुष एकवचनस्य, इदानीं लट् लकारस्य प्रथमपुरुष एकवचनस्य उदाहरणं वयं पश्यामः। श्रीयोग लट् अत्र ते आगच्छति, श्रीयोग ते अस्ति, इदानीं श्रीयोग ते अत्र सार्वधातुक अर्धधातुकयोः तथा च शीङ्गः सार्वधातुके गुणः एकत्र प्राप्तिः अस्ति, इत्युक्ते एकस्मिन् स्थले एव प्राप्तिः अस्ति, परन्तु अत्र सार्वधातुक अर्धधातुकयोः औसर्गिकत्वात् प्रथमं प्रदर्श्यते। प्रथमं तु सर्वदा वयं सार्वधातुक अर्धधातुकयोः इत्यनेन एव वयं गुणकार्यं वयं कुर्मः। अत्र तर्हि यदि सार्वधातुक अर्धधातुकयोः भवति तदा अत्र अपित्वात् इत्युक्ते ते अस्ति आत्मनेपदेषु, पदस्य प्रत्ययः अस्ति ते, तर्हि अपित् अस्ति, अतः अपित्वात् किङ्गिति च इत्यनेन गुणनिषेधः भवति। तर्हि गुणनिषेधः भवति चेत् शीङ्गः सार्वधातुके गुणः इत्यस्य प्रसक्तिः भवति। इदानीं चिन्तनीयं कस्य बलेन तस्य कार्यं भवति, अत्र अन्यत्र लब्धावकाशत्वं नास्ति, नाम निरवकाशत्वं सिद्धम् इति वक्तुं न शक्यते. इत्युक्ते अन्यत्र लब्धावकाशः अस्ति, यथा इदानीमेव वयं दृष्टवन्तः लोटि उत्तमपुरुषस्य एकवचने अत्र अवकाशः अस्ति, शृङ्गः सार्वधातुके गुणः अस्य, अतः निरवकाशः एव तु नास्ति. पुनः वयं पश्यामः चेत् अपवादस्यापि प्रसङ्गः नास्ति, यतोहि कार्यसमान अस्ति सार्वधातुक अर्धधातुकयोः तथा शृङ्ग सार्वधातुके गुणः. अत्र निति च किङिति च अस्य चिन्तनं नास्ति, परन्तु सार्वधातुक अर्धधातुकयोः तथा शृङ्ग सार्वधातुके गुणः अत्र अपवादस्य चिन्तनं नास्ति. प्रतिपदतत्वात् एव इत्युक्ते विशिष्टत्वात् शृङ्ग सार्वधातुके गुणः इत्यस्य प्राप्तिः भवति. शृङ्गः सार्वधातुके परन्तु किङिति च तथा शृङ्गः सार्वधातुके गुणः इत्युक्ते यदि वयं सार्वधातुकार्धधातुकयोः एतस्य कार्यं वयं कर्तुम् इच्छामः तदा किङिति च एतद् गुणनिषेधः करोति. तदा शृङ्गः सार्वधातुके गुणः तस्य यदि वयं चिन्तनं कुर्मः तदा किङिति च तस्य निषेधः करोति वा न वा, तर्हि तत्र अत्र किङिति च केवलं गुणनिषेधः करोति, शृङ्गः सार्वधातुके गुणः गुणं करोति. अतः अत्र एकत्र प्राप्तिः नास्ति, इत्युक्ते कार्य समानः कार्यसमानः. किमर्थम् एकत्र प्राप्तिः नास्ति? एकं तु गुणकार्यं करोति, एक गुणनिषेधः करोति. अतः किङ्गिति च गुणनिषेधः करोति, गुणनिषेधः सार्वधातुक अर्धधातुकयोः इत्यनेन सूत्रस्य अपवादसूत्रमस्ति. किङ्गिति च तथा शृङ्ग सार्वधातुके गुणः एतयोः सम्बन्धः नास्ति. इत्युक्ते प्रथमतया सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति अस्ति, परन्तु किङ्गिति च निति च तस्य निषेधः भवति. तदनन्तरं शृङ्गः सार्वधातुके गुणः कार्यं करोति, तत्तु परसूत्रमपि परशास्त्रमपि अस्ति. अत्र तुल्यबलविरोधस्य चिन्तनमेव नास्ति, यतोहि किङिति च तथा शृङ्ग सार्वधातुके गुणः एतयोः चिन्तनं चलति. अतः एकत्र प्राप्तिः नास्ति इति वदति इति इकारस्य इत्युक्ते एकस्मिन् स्थाने कार्यमस्ति, परन्तु एकत्र प्राप्तिः इत्युक्ते अत्र शृङ्गः सार्वधातुके गुणे गुणः अपि चट्निति च इति द्वयोः सूत्रयोः एकत्र प्राप्तिः इति वक्तुं न शक्यते खलु. आम् इत्युक्ते प्रथमतया सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसङ्गः अस्ति, शृङ्गः सार्वधातुके गुणः इत्यस्य अपि प्रसक्तिः अस्ति, अनयोः सूत्रयोः एकत्र प्राप्तिः इति अवगम्यते खलु. इत्ययोः अनयोः एकत्र प्राप्तिः, तदानीं सार्वधातुक अर्धधातुकयोः इति सूत्रस्य निषेधः भवति क्निति च इति सूत्रेण. सम्यक् खलु. तर्हि इदानीं क्निति च अपि च शृङ्गः सार्वधातुके गुणः इत्यस्य एकत्र प्राप्तिः इति नास्ति, शृङ्गः सार्वधातुके गुणः इति पूर्वमेव प्रसक्तमासीत्. आम् सार्वधातुकार्धधातुकयोः इत्यस्य अपि प्रसक्तमासीत्, सार्वधातुकार्धधातुकयोः इति निषिद्धमस्ति क्निति च इति सूत्रेण. तर्हि इदानीं केवलं शृङ्गः सार्वधातुके गुणः इत्यस्य एव प्रसक्तिः अस्ति. आम् अतः अत्र तुल्यबलविरोधः इति किमपि नास्ति. अतः विप्रतिषेधे परं कार्यम् इत्यस्यपि चिन्तनमेव नास्ति, प्रसक्तिः एव नास्ति. प्रतिपदोक्तत्वात् शृङ्गः सार्वधातुके गुणः इत्यनेन एव कार्यं भवति, अतः गुणः भवति शी इकारस्य, एकार भवति शे योगत्. ओके समीचीनम्, अग्रे पठामि. समीचीनं, तत्र अत्र यद् लिखितमस्ति तद् अवबुद्धं खलु. आमां तर्हि अस्तु, तर्हि प्रतिपदोक्तत्वात् शिङ्ग सार्वधातुके गुणः इत्यनेन भवति इति वक्तुं शक्नुमः. परत्वात् यद्यपि परसूत्रम् अस्ति, अत्र सार्वधातुकार्धधातुकयोः शिङ्गः सार्वधातुके गुणः द्वयोः एकत्र प्राप्तिः, तदानीं तत्र शिङ्गः सार्वधातुके गुणः इति परसूत्रम् इति कृत्वा तस्य कार्यम् इति वक्तुं न शक्यते, यतोहि बाधातुकार्धधातुकयोः इति बाधितमस्ति. आम्, बाधितमस्ति, प्रथमसोपाने एव बाधितमस्ति. तर्हि इदानीं केवलं शिङ्गः सार्वधातुके गुणः इत्यस्य एव प्रसक्तिः अस्ति, अतः तस्य एव प्रसक्तिः. अतः अत्र वस्तुतः अहं चिन्तयामि प्रतिपदोक्तत्वम् इति अपि वदनस्य आवश्यकता नास्ति. एकस्य सूत्रस्य प्रसक्तिः तस्य कार्यम्. आम् अस्तु, समीचीनम्. अस्तु, तर्हि इदानीम् अग्रे किम् अग्रे विजयलक्ष्मी भगिनी पठति वा? अहम् इदानीमेव पठितवती भगिनी. न न, जयलक्ष्मी, क्षम्यतां, जयलक्ष्मी भगिनी, अहं केवलं शृणोमि भगिनी. ओ अस्तु अस्तु, तर्हि अरुणा भगिनी पठतु. अहं भगिनी पठ. यत्र विधिः भवति तदा निषेधो भवति, तदा पुनः विधिः, अस्य नामकरणं प्रतिप्रसवः इति उच्यते. अनेन किनिति च इति सूत्रस्य अर्थसङ्कोचः अपि वक्तुं शक्यते. गिति खिति निति प्रत्यये परे तत्पूर्वस्य इकः गुणः वृद्धि च निषिद्धः. शिङ् सार्वधातुके गुणः इत्यस्य स्थलं वज्जयित्वा अयं सिद्धान्तः अत्र प्रतिपदोक्तस्य समर्थनं करोति. ओके, दान्तपाठे विधिसूत्रमस्ति, तद् निषेध भवति, निषेधं करोति, तदनन्तरं पुनः विधि सूत्रमस्ति चेत् तत् नामकरणमस्ति प्रतिप्रसवः इति. उदाहरणमस्ति किनिति च सूत्रम्. क्षम्यतां भगिनि, पत्रमपगच्छति. ओके, न पठितुं शक्नोति वा? अन्य करपत्रम् अपगच्छति. ओके, तर्हि किं सूर्यकुमारी भगिनी पठति वा? भगिनि, ध्येयं यत् यत् सिंहः सार्वधातुके गुणः इत्यस्य प्रसक्तिः सार्वधातुकप्रत्यये परे एव, अतः निचि मूली च अस्य कार्यं नास्ति. तत्र उभयत्र अचो निति इत्यनेन वृद्धिः, सायति सायकः इति. अत्र सिङ्गः सार्वधातुके गुणः इति सूत्रं सार्वधातुक प्रत्यये परे एव अस्मिन् परिच्छेदे यदुक्तं तदपि वदतु. आम्, सिङ्गः सार्वधातुके गुणः इत्यस्य प्रसक्तिः सार्वधातुकप्रत्यये परे एव. अन्यप्रत्यये सार्वधातुकप्रत्यये नास्ति. तत्र सिङ्गः सार्वधातुके गुणः इति प्रसक्ति नास्ति. उदाहरणमस्ति निचि नुलि, निच् प्रत्यय नुल् प्रत्ययविषये, तत्र सार्वधातुकप्रत्ययः प्रत्ययः नास्ति, आर्धधातुकप्रत्ययः अस्ति. अत्र तत्र अन्यत् सूत्रमायाति अचोन्यति इत्यनेन वृद्धि भवति, वृद्धिकारणात् सै भवति, यचो यावः इत्यनेन सायति सायकः इति रूपाणि सिद्धः. समीचीनं भगिनि, इत्युक्ते अत्र अत्र किम् इत्युक्ते अस्माकं प्रश्नः भवति निति च इति सूत्रं सर्वधातुक अर्धधातुकयोः इत्यस्य बाधकसूत्रम् इति अवगच्छामः परन्तु कथं जानीमः निति च इति सूत्रं शृङ्गः सर्वधातुके गुणः इत्यस्य बाधकं नास्ति इति अत्र सार्वधातुकप्रत्यय एव नास्ति कुत्र न निचिन्नूलि इति न यत्र सार्वधातुकप्रत्ययः अस्ति तत्र निति च इति सूत्रं शृङ्गः सार्वधातुके गुणः इति सूत्रस्य बाधकम् इति वक्तुं शक्यते वा न भगिनि तत्र निषेधस्य निषेधः भवति किं निषेधस्य निषेधः कथं किमिति च तत्र कार्यं समानं नास्ति किल न अहं पृच्छामि सार्वधातुकप्रत्ययेषु परेषु यत्र अपित् प्रत्ययः वर्तते तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन इत्यस्य निषेधः भवति क्निति च इति सूत्रेण तत्र सिंहः सार्वधातुके गुणः इत्यस्य प्रसक्तिः अस्ति तस्यापि क्निति च इति सूत्रेण निषेधः भवति वा इति प्रश्नः तत्र न भवति निति च इति सूत्रं न आयाति सार्वधातिक इत्युक्ते पित्वा अपित्वा इति अतः अपित् प्रत्ययेषु परेषु एव अहं पृच्छामि पित् प्रत्ययेषु क्निति च इत्यस्य प्रसङ्गः एव नास्ति खलु अपित् प्रत्ययेषु परेषु क्निति च इत्यनेन सार्वधातुक अर्धधातुकयोः इति सूत्रं निषिद्धं तर्हि क्निति च इत्यनेन सिंहः सार्वधातुके गुणः इत्यपि निषिद्धम् इति वक्तुं शक्यते वा अत्र किम् उक्तं सिंह सार्वधातुके गुणः इत्यस्य स्थलं वर्जयित्वा इति उक्तं किमर्थं तथा उक्तम् स्थलं वर्जयित्वा इत्युक्ते तदानीं किम् तदानीं किं प्रश्नः प्रश्नः कः भवति इति चेत् यदि क्निति च इति सूत्रं सिंहः सार्वधातुके इति सूत्रस्य बाधकसूत्रम् अस्ति अपित्सु प्रत्ययेषु परेषु तदानीं किं वक्तव्यं सिंहसारदातिके गुणः इत्यस्य प्राप्तिः केवलं पित्सु प्रत्ययेषु परेषु एव भवति इति वक्तव्यं तर्हि पित्सु प्रत्ययेषु परेषु किमर्थं सिंहः सारदातुके गुणः इति सूत्रस्य आवश्यकता यतोहि तत्र सारदातुक अर्धधातुकयोः इत्यनेनैव गुणः सिद्धः तर्हि पुनः किमर्थं पाणिनेन सूत्रं रचितम् यतोहि न विशिष्टसूत्रं तत्तु अस्ति परन्तु किमर्थं रचितम् इति चेत् सिंहः सर्वदातुके गुणः इत्यस्य प्राप्तिः अपित्सु प्रत्ययेषु भवतु इति कृत्वा रचितं सूत्रं पाणिनिना यदि अपित्सु प्रत्ययेषु परेषु अपि सिंहः सर्वदातुके गुणः इति सूत्रं निषिद्धम् अस्ति क्निति च इति सूत्रेण तर्हि सूत्रस्य रचनायाः प्रयोजनमेव नास्ति प्रयोजन अभवत् सूत्रमेव मास्तु तर्हि सूत्रस्य प्रयोजनं किम् इति चेत् अपित्सु प्रत्ययेषु परेषु अपि गुणः भवेत् तदर्थं सूत्रं रचितम् इति कृत्वा निति च इति सूत्रेण निषेधः न भवति अतः एव तत्र उक्तं सिंहः सर्वदातिके गुणः इत्यस्य स्थलं वर्जयित्वा इति उक्तम् अस्तु अपि च सिंहः सर्वदातिके गुणः इति प्रसङ्गः सार्वधातुकप्रत्यये परे एव आर्धधातुकेषु नास्ति इति कृत्वा तत्र गुणस्य प्रसङ्गः न भवति तत्र गुणस्य प्रसङ्गः भवति चेत् सार्वधातुक अर्धधातुकयोः इत्यनेनैव भवेत् अस्तु तर्हि अस्तु सूर्यकुमारी भगिनी अग्रे पठतु दीदिङ् दीप्तिदेवनयोः दीदिङ् दीप्तिदेवनयोः इति धातुः दीप्ति इति प्रकाशः देवनम् इति दुःखं छन्दसि आत्मनेपदिधातुः छन्दसि दीप्तिः आत्मनेपदिधातुः अस्ति अदादिगणस्य जक्षित्यादयः इति अन्तर्गणे सप्तधातुः सन्ति ते त्यक्ष जागृदरिद्र चकास् स्यास् दिदिङ् वेविङ् च जक्षिद्धादयः सत् इति सूत्रेण जक्षित्यादीनां धातूनाम् अभ्यस्तसंज्ञा भवति. जक्षिद्यादिषु धातुषु दिदिङ् वेविङ् च स्तः, किन्तु द्वयोः आत्मनेपदित्वात् सार्वधातुकलकारेषु किमपि विशिष्टम् अभ्याससंज्ञानिमित्तं कार्यं नास्ति. परस्मैपदेषु लटि लोटि लङि च तिङ् प्रत्ययादेशः सन्ति, ते तु आत्मनेपदे न भवति. तत्र जक्षित्यादयः इति सूत्रं प्रसक्ति अस्ति. दिदिङ् अन्यतम जक्षितादय जक्षित्यादय गणे अन्यतमः अस्ति. दीदिङ् वेविङ् अपि आत्मनेपदिधातवः. तत्र आत्मनेपदिधातुषु पित् नास्ति. परस्मैपदेषु एव लटि लोटि लङि च तिङ् प्रत्ययादेशः सन्ति, ते तु आत्मनेपदे न भवति. जक्षिदादयः शिष्टसूत्रं. तत्र षट् सप्तधातवः सन्ति. तत् जक्षिदादीनाम् अभ्यस्तसंज्ञा भवति, विशिष्ट संज्ञासूत्रमस्ति, अभ्यस्तसंज्ञा भवति. द्वित्वं न भवति, तदापि अभ्यस्तसंज्ञा भवति. दिदिङ् वेविङ् च वेविङ् द्वौ धातौ आत्मनेपदित्वात् सार्वधातुकलकारेषु किमपि विशिष्टम् अभ्याससंज्ञानिमित्तं नास्ति. परस्मैपदेषु एव लटि लोटि लङि प्रत्ययादेशः सन्ति, ते तु आत्मनेपदे न भवति. समीचीनम्. इत्युक्ते के कानि सूत्राणि अभ्याससंज्ञाम् आधारीकृत्य जानाति वा? कानि सूत्राणि? पञ्चसूत्राणि सन्ति खलु. कानि? लिट् न द्वित्वं न द्वित्वं यत्र भवति इति न मया न पृष्टं. मया पृष्टम् अभ्यस्तसंज्ञाम् आधारीकृत्य कतिचन कार्याणि भवन्ति, तादृशकार्याणि परस्मैपदेषु एव भवति इति अत्र उक्तं खलु. तादृशकार्याणि परस्मैपदेषु एव भवन्ति इति उक्तं. तर्हि कानि च तानि कार्याणि? सामान्यकार्याणि सप्त. किं सप्त वा? अस्ति खलु अदभ्यस्तात् इति जी इत्यत्र झकारस्य स्थाने अत्तादेशः. अनन्तरं विदिभ्यश्च इति सूत्राणि. तानि सूत्राणि परस्मैपदेषु एव तेषां कार्यं भवति. सूत्राणि एव भगिनि. सूत्रद्वयम् अदभ्यस्तात् सृजभ्यस्य विदिभ्यश्च इति सूत्रद्वयम् अतः अस्तु. तर्हि इदानीम् अग्रे गच्छामः. इदानीं तु दीदिङ् इति धातुः तु आत्मनेपदि धातुः इति कृत्वा अभ्यससंज्ञा यद्यपि भवति जक्षित्यादयः षट् इति सूत्रेण, परन्तु तत्र विशिष्टकार्याणि न भवन्ति अभ्यससंज्ञाम् आधारीकृत्य. तर्हि इदानीम् अग्रे गच्छामः. मीना भगिनी अग्रे पठति वा? पठामि भगिनि. दीदि वेवि इथां दीदि वेवि इति धातु, इदागमः च इत्येषां गुणः वृद्धिः न भवतः. किमर्थम् इदागमः? एर् अनाको एर् एर् अनेकाक्षम. इदं सूत्रं किं वदति इति वदतु. दीदि वेवि इट् इदागमः अस्ति चेत् तस्य गुणवृद्धिः न भवति इति उक्तं तत्र. किमर्थम् इदागमः इति उक्तम् इति न इत्युक्ते इत्युक्ते यदा तत्र इडागमः भवति, प्रत्ययस्य इडागमः भवति, तदानीं प्रत्ययं निमित्तीकृत्य इदानीं तत्र अत्र पश्यतु यथा तत्र पठिष्य इति अङ्गमस्ति खलु, पठिष्य इति अङ्गं, तत्र इडागमः अस्ति, तर्हि इडागमस्य तादृश तथा इडागमस्य कुत्रचित् गुणः भवति वा इति प्रश्नः. पठिष्य इत्यत्र न भवति, परन्तु हनिष्य इत्यत्रापि न भवति, परन्तु लृट्लकारे नास्ति, परन्तु कुत्रचित् यथा ता लुट्लकारे वा अन्यत्र कुत्रचित् इडागमस्य गुणः, यदा इडागमः अङ्गस्य भागः भवति तदानीं तत्र भवति खलु भगिनि, अनियर् भवति चेत् गुणः गुणस्य प्रसक्तिर्भवति. अनियर किम् अस्ति उदाहरणं? दीधि योगः अनियर् दीध्यनीय अपि च वेवी अनियर् वेव्यनीय इति वा? ओके ओके दीदिङ्ग् योगः अनियर् इति स्थितौ तत्र किं भवति? दीदी इति कुत्र अस्ति इडागमः? तत्र इडागमः नास्ति खलु, अनियर् प्रत्यये इडागमः कुत्र अस्ति? अनियर् प्रत्यये इडागमः न भवति. इडागमस्य विषये तत्र लुट्लकारे, यथा मया उक्तं लुट्लकारे तास् इति प्रत्ययः अस्ति खलु, भूयोगः तास् भूयोगः तास् योगः लुट् लुट् इत्यत्र डारौ रसः इत्यनेन ढा इति आदेशः भवति, तर्हि भूयोगः तायोगः डा इति अस्ति. ता इति प्रत्ययः वलादिः इति कृत्वा तस्य इडागमः भवति. भूयोगः इता योगः आ. इदानीम् आ इति आर्धधातुकप्रत्ययः अस्ति, न आ इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तर्हि सार्वधातुकप्रत्ययं निमित्तीकृत्य अत्र पुगन्तलघुपदस्य च इत्यस्य इत्यनेन गुणः भवति वा इति प्रश्नः भवति, यतोहि तत्र भूयोगः इत्ययोगः आ इत्ययोगः आ इति प्रसङ्गे इकारस्य इडागमस्य गुणः भवति वा उपन्तलघुपदस्य च इत्यनेन गुणः भवति वा इति चेत् दीदिवेविटाम् इति सूत्रेण उपधायाः इकारस्य गुणः न भवति. इडागमः यत्र आयाति तत्र तस्य गुणः न भवति, इडागमस्य गुणः वृद्धिः न भवति. अपि च दीदी वेवी इत्यनयोः धातोः अपि इडागमः न भवति. अस्तु तर्हि अग्रे पठतु. इडागमः अस्ति चेत् गुणः न यकोपि प्रत्ययः भवतु, यकोपि प्रत्ययः भवतु, सर्वधातुकप्रत्ययः अग्रे वा आर्धधातुकप्रत्ययः अग्रे वा भवतु, इडागमः तु सर्वदा आर्धधातुकप्रत्ययस्य एव भवति. यदि कश्चन आर्धधातुकप्रत्ययः अस्ति तस्य इडागमः भवति, तस्य अनन्तरम् अन्यः प्रत्ययः सार्वधातुकः वा आर्धधातुकप्रत्ययः अस्ति, तादृशप्रत्ययं निमित्तीकृत्य इडागमस्य गुणः वृद्धिः न भवति. अस्तु अग्रे पठतु भगिनी. अष्टाध्यायी डाट् काम् मध्ये लुट् लुट् विषये एकम् अन्यत् सूत्रमस्ति, ईवर्णयोर्दीधि वेव्योः, ततः ईकारस्य दीर्घ यस्ति दीधि इकारस्य लोपः भवति. तत्तु भिन्न तत्तु भिन्नवार्ता, किमर्थं तस्य विषये वदति? तत्तु अग्रे आयाति न, यदि ईकारस्य लोपः भवति तर्हि तु गुणस्य प्रसक्तिः एव न भवति. न यकारादि यकारादिप्रत्ययः ईवर्णादौ च परे सर्वत्र नास्ति, यकारादिप्रत्ययः अथवा ई वर्णादौ परे आं तर्हि तदा ई प्रत्यय आगच्छति, ई अस्ति न, अतः तस्य सूत्रस्य एव प्रसक्तिः भवति. न पुनः वदतु, पुनः वदतु, कुत्र वदति? लुट् लकारे दीधियोग तास्योग डा अस्ति, तदनन्तरं दीधियोग तर्हि इडागम भवति, दीधियोग इतास् भवति, तदनन्तरम् ईवर्णयोर् दीधिव्योः इत्यनेन ईकारस्य दीधि अङ्गस्य ईकारस्य लोपः भवति, दीध् भवति. यदि एतत् सूत्रं नास्ति चेत् दीधे भवितुम् अर्हति, परन्तु इदानीम् ईकारस्य एव लोपः भवति, तर्हि तस्य गुणस्य प्रसक्तिः एव न भवति, प्रसङ्गः एव नास्ति. ईकारस्य लोपस्य सूत्रस्य प्रसङ्गः इदानीं तत्र प्रथमपुरुषे एकवचने वदति वा, लटि वदति वा, लोटि वदति वा, इत्युक्ते लुट् लकारे वदति खलु, लुट् लुट् लकारे प्रथमपुरुषे एकवचने. आम् ओके. दीदियोगः दीदियोगः तास्योगः आ इति अस्ति, इतास्योगः इत् योगः आ. इदानीं तत्र ईवर्णयोः दीदिवेव्योः इत्यनेन ईकारस्य लोपः भवति, अस्तु भवतु, तर्हि इडागमस्य गुणः न भवति. इडागमस्य गुणः न भवति, दीदिवेविताम् इति सूत्रेण इडागमस्य गुणः न भवति. अपि च दीदि इत्यत्र दीर्घ इकारस्य इकारः अस्ति इति कृत्वा उपदायां पुगन्धलघुपदस्य चेत् तस्य प्रसक्तिः एव नास्ति. तर्हि इदानीं कस्य सूत्रस्य विषये वदति भवती? न, दीधि मध्ये ईकारस्य लोपः भवति दीधिवेव्योः अनेन, तर्हि गुणः कथं भवति तत् तदहं वदामि. गुणः तत्र तु न भवति, इत्युक्ते दीदिवेविटम् इति सूत्रस्य आवश्यकता नास्ति इति वदति वा? आमाम्, अत्र तस्य प्रयोगं न कृतः, अतः कृतम् एतस्य विषये वदामि. अष्टदैव तत्र प्रयोगः नास्ति, परन्तु तत्र अन्यत्र सर्वत्रापि गुणनिषेधः इत्युक्ते अस्य कार्यं कुत्र भवति, अत्र पश्यतु, दीदियोगः ते तत्तु आत्मनेपदीप्रत्ययः, दीदियोगः ऐ, दीदियोगः ऐ इति स्थितौ तत्र किं भवति इत्युक्ते लोट् मध्ये न वा? लोट् मध्ये दीदियोगः ऐ दीदियोगः ऐ इत्यत्र किं भवति तत्र? एरनेकाच संयोगपूर्वस्य आडुत्तमस्य पिच आगच्छति, तदनन्तरम् एरनेकाच संयोगपूर्वस्य इत्यनेन आटश्च सूत्रस्य यणादेशः भवति खलु, यणादेशः भवति दीर्घ इकारस्य यणादेशः भवति, यणादेशः भवति. हा, तर्हि दीर्घ इकारस्य दीदिवेविटाम् इति सूत्रेण तत्र गुणनिषेधः जातः इति कृत्वा यणादेशः जायते. यदि तत्र दीदिवेविटाम् इति सूत्रं नास्ति चेत् तदानीं तत्र सरदातुकार्धदातुकयोः इत्यनेन गुणः स्यात्, यतोहि ऐ इति प्रत्ययः पित् अस्ति खलु. अस्तु अस्तु, तर्हि अत्र प्रसक्तिः तु अस्ति एव. आम् सत्यं, दीदिवेविटां भवति तदनन्तरमेव तस्य. अस्तु अस्तु भगि, कुत्र भगिनि, सूत्रं वा अथवा असंयोगपूर्वस्य, असंयोगपूर्व अनेकाच् इकारान्ताङ्गस्य यण् आदेशो भवति अचिपरे, एह इति इकारान्तात् किल, इकारान्तस्य एः अनेका च अस्ति चेत् असंयोगपूर्वम् अपि चेत् असंयोगपूर्वस्य किं भवति, यण् आदेशः भवति अचिपरे. हलादि पिच्सु तत्र वा, हलादि पिच्सु आत्मनेपदिधातुषु नास्ति एव, हलादि पित् नास्ति तत्र, आत्मनेपदिधातु तत्र ओके, पित् पित् प्रत्ययः नास्ति. अजादिपिच्सु गुणनिषेधः, गुणनिषेधः तदनन्तरं यणादेशः भवति. अजादिपिच्सु गुणनिषेधः अस्मिन् सूत्र केन सूत्रेण गुणनिषेधः भवति अजादिपिच्सु? हा, किं भगिनि गुणादि यणादेशः भवति दीदियोगः ऐ तत्र ईकारस्य यकारः भवति दीद्धि ऐ दीद्यै हलादि हलादि अपिच्सु तत्रापि गुणनिषेधः दीदियोगः ते दीदी दीदीते अजादि अपिच्सु गुणनिषेधः यणादेशः दीदी आते ईकारः ईकारस्य स्थाने यन् भवति दीद्य आते दीद्याते अजादि पिच्सु अपि अजादि पिच्सु अपि अजादि अपिच्सु अपि चिन्तनं समानम् अजादि पिच्सु अपि च अजादि अपिच्सु गुणनिषेधः यणादेशः इको यणचि इत्यनेन यन् आदेशे तत् कार्यं प्रपाद्य सार्वधातुक अर्धधातुक इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति परन्तु दीदी बेबी इताम् इत्यनेन गुणनिषेधः कुत्र दत्तं तत्र दीदी बेबी इतां गुणनिषेधः भवति वा ओके निषेधः तदा अचि अचिश्रुधातु पूर्वां योरे योरे इयङ् वङौ इत्यनेन इयङ् प्रसक्तिः तत्प्रपाद्य एरनेकाचो असंयोगपूर्वस्य इत्यनेन गुणः यणः प्राप्तिः अजादि अजादिपिच्सु अजादिपिच्सु तत्र अजादि अपिच्सु अपि समानचिन्तनमस्ति तत्र अजादि अपिच्सु दीदी ऐ तत्र अजादि पित्सु अपित्सु नास्ति पित्सु दिदि योगः ऐ पित्सु अजादि पित्सु तत्र लटि लोटि किल ऐ भवति तत्र इको यणचि इत्यनेन यण् आदेशः तत्का भवितुं शक्यं तत्र दि ईकारः ऐ भवति इको यणचि प्रसक्तिः अस्ति परन्तु सार्वधातुक अर्धधातुक इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति तत्र दीदी योगः ऐ तत्र दीदे भवितुं शक्यं तत्र परन्तु दीदी बेबी इताम् इत्यनेन गुणनिषेधः भवति तदा अचिष्णुधातु ब्रुवाम् युवर् युवर् यङ् वङौ इत्यनेन इयङ् प्रसक्तिः अचीका अचि ऐ ऐकारः तस्य प्रत्ययः आगच्छति अचिपरे तत्र श्नु धातु ब्रुवाम् इकारः ईकारः धातु अस्ति तस् इयङ् प्रसक्तिः अस्ति तत्र तत्प्रपाद्य एरन अनेकाचो असंयोगपूर्वस्य इत्यनेन यण यण् आदेशः भवति तत्र इकारादिप्रत्ययेषु ईवर्णयोः न एकक्षणम् एकक्षणं तावत् पठितं खलु धन्यवादः भगिनि इदानीं कुत्र कुत्र वदति इदानीम् अग्रे पठति खलु भवती ईकारादि आहा इदानीं किञ्चित् पश्यामः अत्र अवगमनं जातम् इति एकवारं पश्यामः इत्युक्ते एरनेकाचु संयोगपूर्वस्य इति सूत्रस्य निमित्तं किम् तत्र इकारान्त इकारान्तधातु भवितव्यम् अनेकाचः अपि भवेत् असंयोगपूर्वः अपि भवेत् असंयोगपूर्वः कुत्र अस्ति असंयोगपूर्वः एरनेकाचो असंयोगपूर्वस्य इत्यनेन यन् प्राप्तिः अस्ति तत्र कथं जानीमः दीदी इति असंयोगपूर्वः अस्ति इति दीदी इति ईकारान्त धातु अस्ति अनेकाचः अस्ति असंयोगपूर्वस्य यन्नादेशः दीद् दीद् दीदि तत्र दकारः अस्ति इकारः पूर्वं दकारः अस्ति असंयोगपूर्वं किल कुत्र दकारः कयोः संयोगः व्यञ्जनकारः इकारः धकारः ईकारः अस्ति तत्र असंयोगपूर्वं तत्र ईकारस्य असंयोगपूर्वः द्वितीय ईकारः किल दिदि तत्र ईकारस्य धकारः अस्ति कः अस्ति असंयोगपूर्वः कः अस्ति असंयोगपूर्वः तत्र अस्ति असंयोगपूर्वः असंयोगपूर्वः इत्यनेन कः वर्णः उल्लेखितः हल् हल् वर्णः द्वय मध्ये अच्वर्णः मास्तु न न न न असंयोगपूर्वः इति बहुव्रीहिसमासः अस्ति तेन कः वर्णः इङ्गितः असंयोगः पूर्वः यस्य सः असंयोगः पूर्वः तत्र ईकारः किल कः ईकारः प्रथमः वा द्वितीयः वा द्वितीय ईकारः एव असंयोगपूर्वः इत्युक्ते किमर्थम् असंयोगः पूर्वः द्वितीय ईकारः तत्र दीदी ईकारः अस्ति पूर्वं दकारः अस्ति इति अस्ति असंयोगः पूर्वः अस्ति ईकारः दकारः दकार उत्तरवर्ति ईकारः अनन्तरं महाप्राणधकारः अनयोः संयोगः नास्ति अतः अन्ते यः ईकारः सः असंयोगपूर्वकः असंयोगपूर्वकः इति कृत्वा अत्र अजादिपित्सु किं भवति इति चेत् दीदियोगः ऐ इति प्रसङ्गे प्रथमतया दीदी वेविटाम् इति सूत्रेण पित् प्रत्ययः अस्ति इति कृत्वा गुणः भवेत् परन्तु दीदी वेविटाम् इत्यनेन गुणनिषेधः अतः दीदियोगः ऐ इति स्थितौ इदानीम् अचिस्नुधातु ब्रुवं युवर् यङ् वङ्गौ इत्यस्य प्रसङ्गः अस्ति ईकारान्तधातुरूपे अङ्गस्य इयङ् आदेशः भवति अजादिप्रत्यये परे इयङ् आदेशः स्यात् परन्तु तत् सूत्रमपि प्रबाद्य एरनेकाचो असंयोगपूर्वस्य इति सूत्रेण अत्र धातुः अनेकाचपि अस्ति ईकारान्तधातुः अपि अस्ति अपि च असंयोगपूर्वः ईकारः अपि अस्ति इति कृत्वा तत्र यणादेशः भवति दीर्घ ईकारस्य यणादेशः भवति अतः दीद्यै इति रूपं भवति हलादि अपित्सु गुणनिषेधः तावदेव किमपि नास्ति अजादि अपित्सु गुणनिषेधः पुनः एरनेकाचो संयोगपूर्वस्य इत्यनेन यणादेशः अस्तु धन्यवादः भगिनि इदानीम् उषा भगिनी अग्रे अस्तु भगिनि ओके इकारादिप्रत्ययेषु तत्र खलु भगिनि तत्र आरम्भतः इकारादिप्रत्ययेषु ईवर्णयोः दीदि वेव्योः इत्यनेन दीधी धातोः अन्त्यवर्ण इकारस्य लोपः भवति इकारादिप्रत्ययेषु ईवर्णयो दिदि वेव्योः इत्यनेन दीतिधातोः अन्त्यवर्णस्य इकारस्य लोपः भवति अस्तु अग्रे अस्ति धी योगः ईत दीद् योगः ईत ईत ओके दी दीत ईत ईत प्रत्ययः ओके पठामि अनन्तरं प्रयत्नं करोमि विधिलिङ्गि ओ ईत ईयाताम् प्रथमपुरुष एकवचनं ओके अस्तु दीदि वेवीटाम् इति सूत्रं दीदि वेवी इति धातु इडागमः चेत् एषां गुणः वृद्धिः च न भवतः अनेन इडागमस्य गुणः न कदापि भवति यथा भूयोगः तास् योगः लुट् भूयोगः इत् योगः आ भविता भूधातोः लुट् लकारस्य रूपं सम्पूर्णप्रक्रिया न प्रदर्शिताः तस्य वृद्धिकार्यं न कुत्रापि विहितम् दीदीश्च वेवीश्च इट् च तेषाम् इतरेतरद्वन्द्वः दीदी वेवीटः तेषां दीदी वेवीटां दीदी वेवीटां षष्ट्यन्तं पदम् एकपदमिदं सूत्रम् इको गुणवृद्धि इत्यस्मात् गुणवृद्धि इत्यस्य अनुवृत्तिः न धातुलोप आदधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं दीधि वेवीटां न गुणवृद्धि दीधि वेवीटां दीधि वेवी इति धातु इडागमः अस्ति चेत् तस्य गुणः वृद्धिः च न भवति इति दीति धातोः अपि च वेवी धातु इति द्वयोः कृते अपि इडागमः आर्धधातुकप्रत्यये परे इडागमः यत् भवति भवितुम् अर्हति तस्य गुणः वृद्धिः च न भवतः इति सूत्रं वदति अनेन इडागमस्य गुणः न कदापि भवति यथा भूयोगः तास् योगः लुट् स्यतासीलृलुटोः इत्यनेन लुट् अस्ति चेत् तास् प्रत्ययः आयाति भूयोगः तास् योगः लुट् इति अस्ति चेत् भूयोगः तास् इति इडागमप्रत्ययः इडागमप्रत्ययः बलादिप्रत्ययः सो भूयोगः भू अपि इडागमः भवितुम् अर्हति सो भूयोगः यत् भू इत्यत्र इडागमः प्रत्ययस्य इडागमः भवति भू अपि इडानुकूलः इति वदति इडानुकूलः अस्ति इत्यनेन इडागमः भवति भूयोगः ईत् योगः आ भवति तास् इति ओके भू गुणः भवति अत्र भूयोगः ईत् अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन इत् अपेक्षया गुणः भवति इत्यनेन भो भोयोगः इत् भव् भविता इति भवति भूधातोः लुट्लकारस्य रूपं सम्पूर्णप्रक्रिया न प्रदर्शिता अस्तु तस्य वृद्धिकार्यं न कुत्रापि विहितम् अस्तु दीदीश्च वेवीश्च इट् च तेषाम् इतरेतर द्वन्द्वः दीदी वेवीटः तेषां दीधि वेवीटाम् दीदी अपि च वेवीश्च इति इट् च तेषाम् इतरेतरद्वन्द्वः ओ वेवीट् वेवीट् इति अस्ति वेवीटाम् इत्यनेन दीदीश्च वेवीश्च इट् च तेषाम् इतरेतरद्वन्द्वः दीदी वेवीटः तेषाम् इतरेतरद्वन्द्व इत्यनेन इदं तेषां दीदी वेवीटाम् इति अस्ति इट् च इति अनुवृत्ति ओके दीदी वेवीटां षष्ट्यन्तं पदम् एकपदमिदं सूत्रम् इको गुणवृत्ति इत्यस्मात् गुणवृत्ति इत्यस्य अनुवृत्तिः अस्तु न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहित सूत्रं दीदी वेवीटां न गुणवृद्धि एकपदमिदं सूत्रं परन्तु इट् इति किमर्थं वयम् अत्र सूत्रे न वेवीटां वेवी इति धातु ईकारस्य ईकार देन् इट् इति वयं वक्तुं शक्यते वा सूत्रयोगः इतां वेवीटां वेवीटाम् इटाम् इट् ओके सो अस्तु दीदी अपि च धा वेवी इति धातोः कृते इडागमः अस्ति चेत् तस्य गुण अपि च अनयोः धातोः इडागमः अस्ति इति न इडागमः प्रक्रिया पश्यतु दीदी वेवी इत्यनयोः धातोः विषये गुणवृद्धिनिषेधः वृद्धिनिषेधः भवति गुणवृद्धिः न भवति गुणवृद्धिनिषेधः भवति खलु एवम् इडागमस्यापि गुणवृद्धिनिषेधः अस्ति इडागमस्यापि गुणवृद्धिः न भवति देदीवी दीदीवेवी इत्यनयोः धातोः अपि इडा इत्यनयोः धातोः अपि गुणः वृद्धिः च न भवतः एवं यः इडागमः अस्ति तस्यापि गुणः वृद्धिः न भवति भवति ओके ओ अस्तु अस्तु यथा भू कृते वयम् इडागमः इडागमः अपि च गुणः दृश्यते परन्तु दीदी वेवी इत्यस्य कृते इडागमः अस्ति चेत् गुणः नास्ति गुणः बाध्यते इति भगिनी भवती न अवगतवती दीदीवेव्योः इडागमः अस्ति चेत् गुणः बाध्यते इति न दीदीवेवी अपि च इडागमः नैव सम्बन्धः नास्ति यः कोऽपि धातुः भवति तस्य इडागमः अस्ति चेत् तस्य गुणवृद्धिः न भवति यः कोऽपि धातुः अपि च दीदीवेवी इत्यनयोः विषये किम् इति चेत् इत्यनयोः विषये कदापि अनयोः गुणः वृद्धिः न भवति दीदीवेव्योः इडागमस्य विषये चिन्तनं नास्ति अस्तु अस्तु इडागमस्य चिन्तनं नास्ति दीदीवेवी कुत्रापि गुणः न भवितुम् अर्हति इति एव तदेव मुख्यविषयं तदा एव देन्न दीदी योगः ऐ इति कृते गुणः नास्ति इति अत्र पश्यतु अत्र द्वन्द्वः अस्ति इतरत्र द्वन्द्वः अस्ति दीदीश्च वेवीश्च इट् च इति त्रीणि पदानि सन्ति अतः एतेषां त्रयाणामपि गुणः न भवति इति अर्थः अतः इडागमस्य योजना दीदी इति वेवी इत्यनेन सह इति नास्ति इत्युक्ते द्वन्द्वान्ते इडागमः अस्ति इति न अत्र द्वन्द्वस्य भागः अस्ति ओ अस्तु भगिनि ओके खलु द्वन्द्वस्य भागः अस्ति अतः इडागम इडागमदीदी वेव्योः इडागमः अस्ति चेत् तस्य गुणवृद्धिः न भवति इति अर्थः भवत्या बुद्धं तादृश अर्थः नास्ति नास्ति अस्तु भगिनि नो नो अयम् इदानीम् अवगतं भगिनि अहम् इदानीं अवगतवती दीदी अपि च वेवी धातोः कृते गुण अपि च वृद्धिः न भवितुम् अर्हति इति तथा एव अत्र पूर्वं वयं दृष्टवन्तः दीदीयोगः ऐ पित् प्रत्ययः अस्ति लोट् दीद्यै इत्येव भवति यण्सन्धि एव अत्र क्रियते खलु भगिनि भगिनि अत्र इदाम् इति कुत्र किमर्थम् उक्तम् एकषगिनी दीदीयोगः ऐ इति प्रसङ्गे तत्र दीदी वेविटाम् इत्यनेन गुणवृद्धिनिषेधः अस्ति इति कृत्वा एरन एकक्षणम् इति कृत्वा एरन एकाचु असंयोगपूर्वस्य इत्यनेन गुणः यणः जायते यणादेशः जायते तत्तु एका वार्ता दीदी धातोः वेवी धातोः गुणः वृद्धिः कदापि न भवति यः कोऽपि प्रत्ययः भवतु नाम इति एकं कार्यम् द्वितीयं कार्यं किम् इति चेत् इताम् इति उक्तं सूत्रे दीदी वेवी ताम् ताम् ताम् इत्युक्ते इडागमः इडाम् इति अस्ति इडाम् तर्हि इताम् वस्तुतः अत्र इट् इति अस्ति खलु इट् योगः आम् इटाम् इति अस्ति तर्हि इताम् इत्युक्ते इडागमः इडागमस्य गुणवृद्धिः न भवति यः कोऽपि धातुः भवतु तस्य यः इडागमः अस्ति तस्य गुणवृद्धिः न भवति अतः अत्र त्रीणि कार्याणि सन्ति अस्मिन् सूत्रे किमर्थम् इताम् इति योजितम् अस्ति न अत्र गुणवृद्धिः न भवेत् इति अस्ति खलु गुणवृद्धिः न भवतः अत्रापि गुणवृद्धिः न भवतः इति कृत्वा अत्र योजितं तावदेव कार्यं समानं खलु अत्र गुणवृद्धिनिषेधः इति तत्र आदौ प्रथम अध्याये गुणवृद्धिनिषेधार्थं सूत्राणि सन्ति तत्र एव इदमपि सूत्रं भवेत् दीदी वेवी इति तत्र इताम् इति पृथक्तया किमर्थं सूत्रं करणीयम् इताम् न गुणवृद्धिः इति किमर्थं करणीयम् इताम् न इट् न गुणवृद्धिः इति वक्तव्यं पृथक्तया सूत्रं किमर्थं तथा वक्तव्यं दीदी वेवी इत्यत्र योजयितुं शक्यते खलु इति कृत्वा लाघवार्थम् अत्रैव योजितम् क्लेशः अस्ति अवगमनं न अत्र द्वन्द्वः अस्तु खलु इतरेतर द्वन्द्वः इत्युक्ते रामः लक्ष्मणः रामः च लक्ष्मणः च गोविन्दः च रामलक्ष्मणगोविन्दाः गच्छन्ति इति अहं वदामि चेत् इदानीं कः गच्छति रामः लक्ष्मणः त्रयः अपि गच्छन्ति खलु एवम् इदानीम् अहं वदामि दीदी वेवी दीदी वेवी वेवीतः दीदी वेवीतः गुणः वृद्धिः न भवति इति अहं वदामि. गुणः वृद्धिः च न भवन्ति. दीदी वेवितः गुणः वृद्धिः च न भवति न भवति इति अहं वदामि. दीदी वेवितः गुणवृद्धिनिषेधः इति अहं वदामि. गुणवृद्धिनिषेधाः दीदी वेवितः गुणवृद्धिनिषेधाः इति अहं वदामि चेत् गुणवृद्धिनिषेधः कस्य? दीदी वेवी अपि च इडागमः इडागमः त्रयाणामपि त्रयाणाम् अपि अस्ति खलु. यथा रामलक्ष्मणगोविन्दाः गच्छन्ति इत्युक्ते त्रयः अपि गच्छन्ति. एवं दीदी वेवितां गुणवृद्धिनिषेधाः इति अहं वदामि चेत् गुणवृद्धिनिषेधः दीदी इत्यस्यापि वेवी इत्यस्यापि इट इत्यस्यापि इटः इत्यस्यापि खलु न वा? तदेव अत्र उक्तमस्ति. अत्र दीदीयोगः दीदीयोगः तत्तु पूर्वस्मिन् सूत्रम् ईवर्णयोर्दीदीवेव्योः इत्यत्र इकारादिप्रत्ययः अस्ति अथवा यकारादिप्रत्ययः अस्ति चेत् दीदीवेव्योः अनयोः अन्त्य इकारस्य लोपः भवति इत्यपि अस्माभिः दृष्टम्. अस्तु तर्हि इदानीम् एरन् एकाच संयोगपूर्वस्य इति सूत्रमपि एकवारं पठामः. टाम् इत्यत्र खलु तदेव अहमपि चिन्तयन्ती आसम्. इड् योगः आम् तत्र इत्युक्ते अत्र प्रातिपदिकम् अस्ति दीदि वेवीड् इड् तत्र टकारः अपि भवितुमर्हति खलु अन्ते विकल्पेन विकल्पेन टकारः भवितुमर्हति इति कृत्वा दीदि वेवित् इति स्वीकृत्य आम् प्रत्ययं योजयित्वा दीदि वेविटाम् इति कृतम्. दीदि वेविडाम् इति कृतं चेत् क्लेशः नास्ति खलु? क्लेशः अस्ति वा दीदि वेविडाम् इति वदति चेत्? परन्तु अस्ति चेत् वेविड् अपि न, परन्तु इड् इड् इति वदनस्य अवश्य किम् उक्तवती? दीदी वेवीट् योगः सु प्रथमविभक्तिः अस्ति चेत् वेवीट् अपि च वेवीड् अपि वक्तुं शक्यते. अनन्तरम् आम् इति योजयामः चेत् वेवीटाम् अपि च वेवीडाम् सू सप्रत्ययः एव न भवति, बहुवचने एव भवति खलु, अतः सुप्रत्ययः एव न भवति. न प्रथमवचनान्तप्रत्ययः एव चिन्तयामि अनन्तरम्. अस्तु भगिनि, इत्युक्ते दीदी वेवीट् वीवीट् किमर्थं ड न योजितम् इति चेत् इड् इट् इति वदति चेत् अर्धधातुकस्य इड् बलादेः तत्र इट् इति वयं वदामः चेत् टकारः टित् इत्यस्य महत्त्वमस्ति खलु आगमेषु. आगमेषु टित् इत्यस्य महत्त्वम् अस्ति, अतः इट् इति वदति चेत् वयं सम्यक्तया अवगन्तुं शक्नुमः अत्र आगमस्य विषये वदन् अस्ति इति वयम् अवगन्तुं शक्नुमः. इड् इति वदति चेत् इदानीम् अस्माकं संशयः भवितुमर्हति इड् इत्यनेन तत्र किं विवक्षितम् अत्र इति. इति भवितुमर्हति, यतोहि दीदी वेवी इत्यनयोः योगे इट् इति योजितं. तर्हि तत्र दीदी वेवी इति द्वयमपि धातुः, तर्हि इड् इति वदति चेत् तत्र इड् इति धातुः अस्ति वा? इड् धातुः अस्ति वा? नास्ति. अस्ति वा? दृष्ट्वा वदति वा? एवमेव वदति वा? दृष्ट्वा इड् इति धातुः अस्ति. इड् इति धातुः अस्ति इड् अथवा इङ्ग् इति धातुः अस्ति, इड् नास्ति. इड् किमर्थं वक्तव्यम्? इड् यदि अन्ते अस्ति तर्हि तस्य जष्ट्वसन्धि भवति, मध्ये तु ट एव अस्ति, तर्हि इटामेव सम्यक् न वा? कुत्र अस्ति मध्ये? न, प्रातिपदिकं किम् इति प्रश्नः. प्रातिपदिकं दीदि वे विट् अस्ति, तदनन्तरम् आं वयं योजयामः, तदा तत्र कार्यमेव न अभवत्, तर्हि जष्ट्वसन्धि मध्ये कथं करणीयम्? न न, एकक्षणम् एकक्षणं, तत्र दीदि वे विट् इति इट् इति भवती स्वीकृतवती खलु, तत्र प्रातिपदिकस्य अन्ते प्रातिपदिकस्य साध यदा वयं प्रातिपदिकं साधयामः तदानीं प्रातिपदिकस्य अन्ते तत्र पदत्वम् अस्ति इति वक्तुं शक्यते वा न वा न न कथं प्रातिपदिकमस्ति पदं न न समासः अस्ति खलु समासः समासे आं परन्तु पदं पदं तावत्पर्यन्तं न अभवत् न तर्हि पद पदस्य कृते एव आं वयं योजयामः न वा एकक्षणम् एकक्षणं यत्र अत्र पश्यतु दीदियोगः सु वेवियोगः सु इट् योगः सु इति अस्ति खलु इदानीं तत्र सुपदातिप्रतिपदिकयोः इत्यनेन सुप्रत्ययानां लोपः भवति तर्हि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणम् अस्ति इति कृत्वा तत्र पदत्वम् अस्ति इति मत्वा सुबन्तम् इति मत्वा तत्र जष्त्वम् इति करो कुर्मः चेत् तत्र दकारः भवितुमर्हति न योजयामः न वा यदि प्रातिपदिकमस्ति तर्हि तत्र तु इट् एव भवति दिदि वेव् इट् एव भवति न न न तथा नास्ति तथा नास्ति तत्र प्रातिपदिकस्य अन्ते डकारः इड् अस्ति इति वयं स्वीकुर्मः चेत् इडागमः अस्ति इति वयं स्वीकुर्मः चेत् तदानीं दीदि वे विड् वे विडाम् इति वक्तुं शक्यते खलु न वा न मम मते तु न यतोहि यदि सु अस्ति सुप्रातिपदिकस्य लोपः वयं कुर्मः चेत् दीदि वेविट् अथवा दीदि वेविड् इति पदं भवति परन्तु यदि वयं प्रातिपदिकं वयं स्वीकुर्मः तदा इट् एव आगच्छति तदा दीदि वेविट् एव अस्ति तदनन्तरं वयम् आं योजयामः नो चेत् सर्वत्र तत्र डकार एव भवति एवं नास्ति खलु परन्तु डकारः विकल्पेन भवति खलु जष्ट्वं विकल्पेन जष्ट्वं भवति अन्ते अन्ते विकल्पेन भवति परन्तु यावत्पर्यन्तं अस्माकं प्रक्रिया एव न समाप्तं तावत्पर्यन्तं कथं मध्ये वयं जष्ट्वसन्धि वयं कुर्मः न इत्युक्ते जष्ट्वसन्धिः सन्धिः भवति वा न वा इत्युक्ते तत्र पदत्वम् अस्ति वा न वा इति प्रश्नः अस्ति खलु पदत्वं मम मते तु पदत्वं नास्ति पदत्वं भवति कदा यदि सु आगच्छति तदा एकक्षणं एकक्षणं भगिनि एकक्षणं इदानीं दीदि वेवि इट् इत्यत्र प्रत्येकं भिन्नभिन्नपदम् अस्ति वा न वा आं भिन्नम् अस्ति तर्हि इदानीं सुपधातुप्रातिपदिकयोः इत्यनेन सुपः लुक् भवति खलु प्रत्येकं पदस्य सुप् लुक् भवति दीदियोगः सु इत्यस्य लुक् वेवियोगः सु इत्यस्य लुक् इट् योगः सु इत्यस्य लुक् पुनः प्रातिपदिकस्य एव वयं योजनं कुर्मः न पदस्य एकक्षणम् एकक्षणं प्रातिपदिकस्य साधनार्थं तत्र यथा वयं प्रत्ययलोपे प्रतिलक्षणम् इति वयं वदामः तत्र सुप्रत्ययस्य लोपः जातः तथापि तत्र प्रत्ययः अस्ति इति मत्वा तत्र पदत्वम् अस्ति इति वक्तुं शक्यते वा न वा आम् परन्तु यदा पदस्य वयं प्रयोगं कुर्मः परन्तु कार्यमेव तावत्पर्यन्तं न अभवत् तर्हि कथम् इत्युक्ते प्रथमविभक्तौ वयं दीदि वे विट् अथवा दीदि वे विड् द्वयोरपि वक्तुं शक्नुमः परन्तु षष्टिविभक्ति बहुवचने कथं दीदि वे विडां कुर्मः तत्र दीदि वे विट् तथा आम् तदनन्तरमेव इदानीं पश्यतु राजन्योगः स्तु इत्युक्ते राज्ञः पुरुषः इत्यत्र राजन्योगः सु राजन्योगः न योगः पुरुषयोगः सु इत्यत्र राजन् योगः राजन् योगः पुरुषः सुप्रत्ययस्य लोपः जातः तर्हि राजन् इत्यत्र नकारस्य लोपः कथं भवति तत्र पुनः पदम् आगच्छति अतः न लोपः प्रातिपदिकान्तस्य न किमर्थं तत्र पदत्वं भवती स्वीकरोति यतोहि वयं सुप् सुप् वयं लोपः कृतवन्तः न सुपधातुप्रातिपदिकयोः तथा लोपः कृतवन्तः तत्र पदत्वं कथं लब्धं प्रत्ययलोपे प्रतिलक्षणम् इति लब्धं खलु आं प्रत्ययलोपे प्रतिलक्षणम् एवम् अत्र न कर्तुं शक्यते वा न तदनन्तरं पुनः वयं कार्यं कुर्मः न पुनः वयं कार्यं कुर्मः तत्र तदापि तत्र प्रत्ययलोपे प्रतिलक्षणम् इत्यनेन पदत्वम् अस्ति तत्र पदत्वं तु अस्ति तर्हि पुनः प्रत्यये कथं वयं योजयामः न प्रत्ययलोपे प्रतिलक्षणम् इत्यनेन पदत्वम् अस्ति तत्र, पदत्वं नास्ति इति वक्तुं न शक्यते, पदत्वं तु अस्ति केवलं तत्र ता इताम् इति अंशस्य पदत्वम् अस्ति, सम्पूर्णस्य पदत्वं नास्ति, दिवि वेवीटा वेवीट इति सम्पूर्णस्य पदत्वं नास्ति, परन्तु केवलम् इट् इति अंशस्य पदत्वम् अस्ति वा न वा? केवलम् इट् न भगिनि, भवती सम्पूर्णस्य पदत्वं नास्ति इति अस्ति, सम्पूर्णस्य अहं वदामि, इट् इति धातुः अपि अस्ति वा? इड् इति धातु नास्ति, इट् इति धातु अस्ति, इट् इति अस्ति वा, इट् गतौ इति धातुः अस्ति, हा तर्हि भवती वदति इड् इति वदति चेत् क्लेशः नास्ति इति वदति खलु? यतोहि साहचर्यात् साहचर्यात् इट् इति हीडागमः कथम् इति प्रश्नः भवितुमर्हति, इत्युक्ते विवि वेवि इट् इति एतेषां गुणः न भवति इति भवेत्, अत्र किञ्चित् चिन्तनीयमस्ति, अत्र चिन्तयामः इदानीं समयः. अन्य यदि अन्यानि उदाहरणानि सन्ति चेत् तदपि वयं पश्यामः कथं भवति, तदनन्तरं द्रष्टुं शक्नुमः. परन्तु भगिनी मम इतोपि एकः प्रश्नः अस्ति, इडागमस्य अत्र उल्लेखम् एव किमर्थम्? यतोहि ईकारस्य कदापि इत्युक्ते इडागमस्य कदापि गुणः न भवति न वा? न, इदानीं प्रदर्शितं खलु भूयोगः तास् इति प्रसङ्गे, भूधातु अस्माभिः दृश्यं खलु भूयोगः तास् योगः धातोः अभवत् न वा? न, इडागमस्य इत् इत् इति प्र इति यः अंशः अस्ति, भोयोगः इत् इति यः अंशः अस्ति, इत् इत्यस्य पुगन्धलघुपदस्य च इत्यनेन गुणः स्यात् आ इति प्रत्ययं मत्वा, तत्र गुणः न जायते अनेन सूत्रेण, दिदि वेबिटम् इति सूत्रेणैव गुणनिषेधः. अत्र इद् इत्यस्य विषये चिन्तनं कुर्मः भगिनी, अत्र इत्युक्ते सामान्यतया इट् इत्यस्य पदत्वम् अस्ति, परन्तु अत्र वस्तुतः एकं वार्तिकम् अस्ति, तत्र इट् इत्यस्य पदत्वम् अस्ति परन्तु एकं वार्तिकम् अस्ति, अनेन वार्तिकेन इड् इत्यस्य पदान्तनिमित्तिककार्याणि न भवन्ति इति, पदान्तनिमित्तिककार्याणि न भवन्ति इति एकं वार्तिकम् अस्ति. तर्हि तत्र जलां जशोन्ते इत्यनेन जष्ट्वं यद्यपि पदत्वम् अस्ति तथापि जलां जशोन्ते इत्यस्य कार्यं न भवति वार्तिकेन, तेन वार्तिकेन तत्र इडा तत्र जष्ट्वकार्यं न भवति, इत्युक्ते मूलप्रातिपदिकम् इत् इति स्वीकुर्मः चेत् जष्ट्वं न भवति, इत् इति एव भवति इति भाति, तत्तु पदत्वं नास्ति इति न, पदत्वं तु अस्ति परन्तु वार्तिकस्य आधारेण, इत्युक्ते पूर्वं यद् पदम् अस्ति दीदि वेवि अनयोः विषये तु पदान्तनिमित्तिककार्याणि भवन्ति यथा न लोपप्रातिपदिकान्तस्य इत्यादयः, परन्तु अन्ते यदस्ति इट् तत्र पदान्तकार्याणि न भवन्ति इति कृत्वा इट् इति एव भवति, इट् इत्येव भवति, तर्हि इताम् इति रूपम्. ओके, तर्हि इदानीम् अग्रे गच्छामः वा अथवा अत्र स्थगनं कुर्मः? अत्र इडा दीदी वेविटाम् इत्यत्र इटामेव भवेत् वा इडामेव भवेत् वा इति पुनः एकवारं चिन्तयामि, अन्यत् किमपि अस्ति वा इति चिन्तयामः. तादृश उदाहरणमस्ति वा यत्र सन्धिकार्यं जायते इति, इत्युक्ते अत्र प्रातिपदिकम् अत्र दिस् इति तत्र धातुः अस्ति खलु, दिस् धातुः अथवा तादृशदातुं सुहृद् सुहृद् तत्र आगम आगच्छति न वा? टिक् तस्य आगम आगत्य तत्र खरीच भवति इति अहं चिन्तयामि. कुत्र? सुहृद् इत्यत्र वा? सुहृद् इत्यत्र वा? तत्र सुहृद् न, डकार तकार अस्ति अन्ते, तदा कः शब्दः कः किं प्रातिपदिकं चिन्तयामि भगिनि, अहं दृष्ट्वा अहमपि किञ्चित् पश्यामि गृहे अनन्तरं वर्गात् वर्गात्. आमाम्, प्रातिपदिकस्तरे एव रूपद्वयं कदाचित् दृश्यते खलु. आम्, यदि सु अस्ति अहं चिन्तयामि सप्तमी मध्ये सु अस्ति तदा डिट् टित् भवति न, एकं सुबन्ते एकम् अस्ति तत्र दहसि दहसि धुट्. आं सम्यक् ढहसि धुट्, परन्तु तद् डकार अस्ति तदा भवति ढहसि धुट् आगमः, तत्तु भिन्नम् अस्ति. तदनन्तरं पुनः खरीच ततः सकार भवति, तत्तु भिन्नम् अस्ति खलु, तत्तु भिन्नम् अस्ति, भिन्नम् अस्ति. टकारस्य दृष्ट्वा वयं पश्यामः, टकारस्य पश्यामः इत्युक्ते प्रश्नः अस्ति, प्रातिपदिकस्तरे रूपद्वयं दृश्यते वा इति एकवारं पश्यामः. इति टकार डकार अस्ति वा प्रातिपदिकरूपे? अस्तु अस्तु, तर्हि अत्र अत्रैव स्थगनं कुर्मः. इदानीम् एरने काचोत्सयोगपुरुषे सूत्रं पठनीयं, तद् अग्रिमसप्ताहे पठिष्यामः. धन्यवादः भगिनी. अस्तु तर्हि धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः, नमस्कारः, धन्यवादः.